अस्तु, नमः सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. किञ्चित् पुनस्मरणं कृत्वा अग्रे सरामः. यद् धातूनाम् इत्संज्ञा अनन्तरं यत्र प्राप्तिः भवेत् एतेषां चतुर्णां कार्याणां विचारः भवेत् इति वयं दृष्टवन्तः. चतुर्णां कार्याणाम् इत्युक्ते सत्वं, नत्वं, नुमागमः, उपधादीर्घः इति कार्यचतुष्टयम् अस्ति तत्र. तत्र वयं गतसप्ताहे वयं सत्त्वविषये दृष्टवन्तः. धात्वादेः शः सः इति सूत्रेण सत्त्वं विधीयते इति. एतद् सर्वदा मनसि भवेत्. अयं विधिः प्रक्रियायाः आरम्भे एव भवति. इत्युक्ते यदा वयम् उपदेश अवस्थायां षकारादि धातुः स्वीकुर्मः चेत् आदौ स्थितस्य षकारस्य सकारादेशः भवति इति. अत्र किमपि निमित्तम् इत्युक्ते परे प्रत्ययः भवेत् वा पूर्वं किमपि कार्यम् इति किमपi आवश्यकं नास्ति. यदा धातुः उपदेश अवस्थायां तत्र षकारः अस्ति चेत् षकारस्य सकारः आदेशः भवति इत्येव तत्र तदेव पर्याप्तं. तत्र तदेव मनसि भवेत्. अनन्तरं तत्र वयम् उदाहरणरूपेण केचन धातुः वयं दृष्टवन्तः. रमाबाय् भगिनी वदति वा श्वधा इति धातुः तत्र किं भवति इति? भगिनी श्रूयते वा? रमाबाय् भगिनी धातुः किं? श्वधा, मूर्धन्यषकारः आदौ श्वधा इति धातुः. एकनिमिषं भगिनि. श्वध इति धातुः पूर्वं तत्र श्वधा इति धातुः पूर्वं तत्र तकारः अस्ति. पूर्वं श्वतम् अस्ति भगिनि, तदेव न? तत्र प्रथमकार्यं किं भवति इति वदतु भगिनि. प्रथमकार्यं तत्र उपदेशादनुनासिक इति सूत्रेण तत्र अहङ्कारस्य संज्ञा तस्य लोपः इति सूत्रेण तस्य लोपः भवति. अत्र श्वद् इत्येव तत्र तिष्ठति. धात्वादेः शः सः इति सूत्रेण षकारस्य आदेशः षकारस्य सकारादेशः भवति. अत्र स्वद् इति भवति. उत्तमं, तदेव उत्तमं. प्रथमम् उपदेश अजनुनासिक यत् अनन्तरं धात्वादेः शः सः. उत्तमम् उत्तमम् उत्तमं, धन्यवादः भगिनि. अनन्तरं वयं प्रसिद्धप्रवादः इति एकं दृष्टवन्तः. निमित्त अपाये नैमित्तिकस्यापि अपायः इति प्रवादः दृष्टवन्तः. एतत् प्रवादः बहुषु स्थलेषु भवति, अत्र एव इति न, बहुषु स्थलेषु भवति. अतः मनसि भवेत् यदा वयम् अग्रे पठामः तत्र वयम् एतद् प्रवादः प्रति बहु किमपि अग्रे पठामः. अतः एतद् मनसि भवेत्. यद्यपि एतत् शास्त्रीयचिन्तनं नास्ति परन्तु एतद् बहुत्र आगच्छति. अस्तु, तत्र एतत् प्रवादः वदति येन निमित्तेन कार्यं कारितं तद् निमित्तम् एव नास्ति चेत् यत् नैमित्तिकं, नैमित्तिकम् इत्युक्ते फलम् अपि न तिष्ठति. निमित्तं नास्ति चेत् निमित्तेन एव कार्यं भवति, तद् निमित्तमेव अपगच्छति चेत् कार्यम् इत्युक्ते फलं तदपि तस्मिन् तदपि न तिष्ठति इति तद् एतत् प्रवादः वदति. तस्मिन्नेव विषये वयं श्रुत्वनिवृत्तिः इति वयं दृष्टवन्तः. ष्टा इति धातुः स्वीकृत्य वयं तत् परिशीलितवन्तः. एतत् आधारेण निमित्तापाये नैमित्तिकस्यापि अपायः इति प्रवादः स्वीकृत्य वयं तद् किञ्चित् परिशीलितवन्तः. अमित्रा महोदय वदति वा कथं भवति इति? स्था इति धातुः, तत्र निमित्त अपाये नैमित्तिकस्य अपायः इति कथं तस्य प्रवृत्तिः तत्र कथम् आगच्छति, कथं कार्यं करोति तद् इति. ष्टा इति धातोः षकारस्य प्रभावेन थकारः ठकारः भवति, ष्टुत्वम् इति उच्यते, षकारस्य निमित्त भवति, षकारनिमित्त भवति. ठकार अस्ति मूलरूपेण, तद् ठकार भवति, परन्तु धात्वादेः सूत्रेण यदा षकारस्य सकार आदेशः भवति तस्मात् निमित्तम् अपगच्छति, अतः निमित्तपाये नैमित्तिकस्य अपि अपायः इत्यनेन ठकारः पुनः थकारः भवति. तावदेव अन्तिमस्थितिः स्था इति निष्पन्नं भवति. स्था एव लौकिकरूपम्. अस्तु, तत्र श्रुत्वसन्धिः भवति सकारतवर्गयोः षकारटवर्गाभ्यां योगे षकारटवर्गौ स्तः इति श्रुत्वसन्धि सन्धि सूत्रस्य अर्थः अस्ति. तुनाष्टुः आम्, ये अस्माकं सन्धिवर्गे नास्ति तेषां कृते तुनाष्टुः इति सूत्रं सकारतवर्गयोः षकारटवर्गाभ्यां योगे षकारटवर्गौ स्तः इति ष्टुनाष्टुः वदति. अस्तु, उत्तमं, धन्यवादः महोदय. श्रीवल्ली भगिनी, श्रीवल्ली भगिनी अस्ति वा? आम्, तत्र श्ना इति धातुः वयं दृष्टवन्तः, तत्र किं भवति इति वदति वा? अत्र नकारः मूलरूपं नकारः, वो अनुनासिकः वर्गीयवर्णाः नकारजाः. अत्र नकारः नकारः मूलरूपं, तदा धात्वादेः शः सः इति सूत्रेण शकारस्य प्रथमसोपानम्, अत्र प्रथमसोपानम् इत्संज्ञक नास्ति. द्वितीयसोपाने धात्वादेः शः सः इति सूत्रेण शकारस्य स्थाने सकारः आगच्छति. सो स्वरूपं रूपश्ना इति रूपं, परन्तु निमित्तापाये नैमित्तिकस्य अपि अपायः, अत्र शकारस्य निमित्तं गच्छति. नकारः अपगच्छति इति स्नाति इति अन्तिमरूपं भवति. स्ना इति लौकिकधातुः अस्ति. उत्तमं, स्ना इति लौकिकधातुः. उत्तमं, धन्यवादः भगिनि. अनन्तरं वयं शास्त्रीयचिन्तनम् इति दृष्टवन्तः, यत्र युगपत् द्वयोः धातोः प्रसक्तिः भवति, तत्र किं भवति, कस्य प्रसक्तिः प्रथमम् आगच्छति इत्यपि वयं तत्र दृष्टवन्तः. माला भगिनी वदति वा तत्र किं भवति इति? अहं प्रयत्नं करोमि भगिनि. आम् आम् आम्, तत्र मम चिन्तनमस्ति धात्वादे शः सः अपि च स्तुनाष्टुः द्वौ अपि सूत्रं तत्र आगच्छति. शास्त्रीयचिन्तने यद् प्रथमम् अस्ति अष्टाध्याय्यां तस्य एव प्रसक्तिः भवितुम् अर्हति. यथा त्रासिद्धम् इति सूत्रेण सः इत्यस्य प्रसक्तिः एव भवितुम् अर्हति, यतोहि ष्टुनाष्टुः तत्र तस्य अस्तित्वम् अपि नास्ति तत्समये. अतः शः सः इति सूत्रेण एकनिमिषः तर्हि स्था इति धातुः स्वीकुर्मः चेत् तत्र शः सः धात्वादेः शः प्रसक्तिः भवति. अतः शकारस्य सकारादेशः भवति. अनन्तरं यतोहि स्था धातोः मूलस्वरूपं स्था स्था आसीत् तर्हि शकारस्य सकारादेशः भूत्वा स्था इति लौकिकधातु निष्पन्नं भवति. सुनाष्टुः इति सूत्रस्य किमर्थं प्रसक्तिः नास्ति? यतोहि सः तत् सूत्रम् अनन्तरम् आगच्छति अष्टाध्याय्यां तस्य अष्टम अध्याये चतुर्थपादे एकचत्वारिंशत्तमसूत्रमस्ति. परन्तु धात्वादेः शः सः इति सूत्रं षष्टम अध्याये एक प्रथमपादे त्रिषष्टिः इति सूत्रस्य संख्या अस्ति. अतः धात्वादेः शः सः तस्य एव प्रसक्तिः भवति, यतोहि तद् पूर्वम् आगच्छति. पूर्वत्रासिद्धम् इति सूत्रेण तत्र अष्टाध्याय्याम् एकं सूत्रमस्ति, अष्टम अध्याये द्वितीयपादे प्रथमसूत्रे वदति पूर्वत्रासिद्धं. तस्य अर्थः अस्ति यः सूत्रं पूर्वम् आगच्छति तस्य एव प्रसक्तिः भवति, न तु तस्य अनन्तरं यत् आगच्छति. उत्तमं, तदेव वदति. अन्तिमरूपं किं भवति इदानीं? शकारस्य सकारः भवति. यतोहि शकारः नास्ति एव, अतः था एव लौकिकरूपं भवति. हा उत्तमं, हा आम् उत्तमं, धन्यवादः. अत्र नमस्ते ओ स्वागतं भगिनि. अन्य केनापि आगतम्? आं स्वागतं भगिनि. अस्तु उत्तमं. पूर्वत्र सिद्धम् इति सूत्रं वयं दृष्टवन्तः गतसप्ताहे. सपादसप्ताध्याय्यां प्रति त्रिपादी असिद्धम् असिद्धा त्रिपाद्यामपि पूर्वं प्रति परशास्त्रम् असिद्धम् इति वयं दृष्टवन्तः. असिद्धम् इत्युक्ते अस्तित्वमेव नास्ति, तत् सूत्रम् अस्ति इत्येव न पश्यति पूर्वसूत्रम्. तदेव तत्र तस्मिन् भगिनि तद् त्रिपादी इत्युक्ते तत् सम्यक् तत् सर्वम् अत्र दीयते वा? अहं न द्रष्टुं शक्नोमि. तत्र यदा महोदय तत्र एकं लिङ्क् अस्ति किल ब्लू क्षम्यतां पर्पल् वर्णे, अयं विषयः बाध्यबाधकभावस्य पाठे इति तद् लिङ्क् पश्यतु. तत्र अन्तिमे अस्ति पूर्वत्र सिद्धम् इति सूत्रं, बहु किमपि उदाहरणमपि तत्र प्रदर्शितमस्ति. तत्र एकवारं पठति चेत् सरलतया एव अस्ति लिखितमस्ति, अतः पठति चेत् प्रायः स्पष्टं भवेत्. अस्तु भगिनि. अस्तु अत्र एव अस्माकं पाठे एव तत्र वयं सत्त्वम् इति पठितवन्तः किल सत्त्वम् इति पाठे एव ष्टाधातुः उपदेशावस्थायां मूर्धन्यषकारः इति एकं परिच्छेदमस्ति तस्मिन् परिच्छेदे अन्तिमवाक्यम् अयं विषयः बाध्यबाधकभावपाठे इतोपि स्पष्टं भविष्यति इति तत् लिङ्क् तत् पर्पल् वर्णे अस्ति तद् लिङ्क् नोदयति चेत् तत् पाठन् पाठं प्रति गच्छामः अस्तु तदेव लिङ्क् अस्ति अस्तु तत्र बहु किमपि अस्ति परन्तु पूर्वत्र सिद्धम् इति भागः एव स्वीकृत्य पठतु अनन्तरं वयं अग्रिमं किमपि अस्ति वयम् अग्रिमे पठामः अस्तु अस्तु राजेन्द्रमहोदय नत्वं प्रश्नः अस्ति वा आम् आं स्वागतं भगिनि विजयभगिनी नमस्ते भगिनि आम् राजेन्द्रमहोदय पठति वा नत्वम् इति आरभ्य एकबिन्दु अस्ति यत् उपदेशे प्रसक्ति नास्ति इति तद् अस्मिन् पाठे नास्ति अतः वयं तस्मिन् विषये इदानीं चर्चामः अन्तिमपरिच्छेदः अस्ति सत्त्वं विषये अन्तिमपरिच्छेदः तत्र तु दत्तमस्ति यत् धातुपाठे किमर्थं ष्टा इत्येव दत्तमस्ति इति तत्र ष्टुनाष्टुः इति सूत्रस्य प्रसक्तिः अस्ति यदा तकारः षकारस्य परे आगच्छति साक्षात् परे अस्ति चेत् तत्र सन्धिः भवति इति तदेव अन्तिमपरिच्छेदः किल एतत् सूत्रस्य प्रसक्तिः कुत्र नास्ति इति इदानीं मास्तु वयं यदा अग्रे पठामः तस्मिन् समये वयं तत् परिशीलयामः अस्तु राजेन्द्रमहोदय आं भगिनि नत्वं नो नः उपदेश अवस्थायां धातोः आदौ नकारः अस्ति चेत् नकारस्य स्थाने नकार आदेशः भवति नः षष्ठ्यन्तं नः नः प्रथमान्तं द्विपदं सूत्रम् आदेश उपदेशेष्टि इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः धातौ आदेशः सः इत्यस्मात् धातौ आदेः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं धातौ आदेः नः नः नः उपदेशे सूत्रं वति तत् अत्रापि षष्ठम् अध्याये प्रथम पादे चतुष्षष्टि सूत्रमस्ति अतः उपदेश अवस्थायां यदि धातोः आदौ नकारः अस्ति च मूर्धन्य नकारः अस्ति चेत् तस्य नकारस्य स्थाने दन्ती नकारः भवति नः षष्ठे अन्तं नः प्रथमान्तं द्विपदं सूत्रम् अत्र उपदेशे आदेश उपदेशेषिति सूत्रात् उपदेशस्य अनुवृत्तिः भवति धातव आदेशः सः या नोनः पूर्वम् आसीत् ततः धातव दात्वादेः अनुवृत्तिः भवति अनुवृत्तिसूत्रमस्ति धातवादे नः नः उपदेशे अर्थात् अस्य प्रक्रिया एवं भवति धातौ आदे नः अस्ति मूर्धने नकारः अस्ति चेत् उपदेश अवस्थायां तत्र मूर्धने नकारस्य स्थाने दन्ती नकारस्य आदेशः भवति तथा नकारस्य स्थाने नकारः आगच्छति अत्र धात्वादेः णः इति द्वात्वादेः अपि षष्ट्यन्तं णः अपि षष्ट्यन्तम् आम् तद्वदतु महोदय कः विशेषणं किं विशेष्यं किं षष्टि धातुवादेः नः नः षष्ट्यन्तम् अस्ति धातुवादे अपि षष्ट्यन्तम् अस्ति नः षष्ट्यन्तम् इत्युक्ते स्थाने स्थाने नः प्रथमान्तं यत् आदेशः प्रथमान्तं तत्र आदेशः भवति नः स्थाने धातु आदेः यः नः अस्ति तस्य स्थाने दन्ति नकार आदेशः भवति उपदेशावस्थायां यदा धातु अस्ति कीदृशः णः इत्युक्ते धात्वादेः मूर्धन्यनकारस्य स्थाने दन्ति नकार आदेशः भवति उत्तमं तद् उदाहरणमपि पठतु महोदय अस्तु अस्तु भगिनि नटा नृतौ इति धातु प्रथमम् उपदेशजनुनासिक इत् इत्यनेन अङ्कारस्य इत् संज्ञा तस्य लोपः इत्यनेन लोपश्च नट नट् नट् भवति नो नो नः इत्यनेन नट् नट् तः नट् इति लौकिक धातु निष्पद्यते नटति लटीरूपं नाटकः नूल् रूपं नटनं ल्युटीरूपम् अत्र उपदेशावस्थायां नट इति धातुः अस्ति तत् आदौ मूर्धन्यनकारः अस्ति ट उत्तरवर्ती अकारः यः अस्ति सः अनुनासिक अस्ति अतः प्रथमतया तु अनुनासिक अजुनासिक इति सूत्रेण तत्र तत् तस्य इतः अङ्कारस्य इतः इति संज्ञा भवति अनन्तरं तस्य लोपः सूत्रेण तस्य लोपः भवति इदानीं यदा अस्माकं प्रथमं कार्यं निरनुबन्ध धातुरूपम् आगच्छति भवति तत्र धातो आदे नः नः नः उपदेशे अवस्थायाम् आगत्य तत् कार्यं करोति यः आदौ मूर्धन्यनकारः अस्ति तत्र तस्य दन्तिनकारः आदेशः भवति अपि तत्र नट् नट्तः नट् नट् लौकिकधातुः भवति यस्य रूपाणि सन्ति लट् नट् नटति लटीरूपं नवलरूपं नाटकः ल्युटि नटनं रूपम् उत्तमं धन्यवादः महोदय अत्र स्पष्टम् इति मन्ये एकं क्लेशः अस्ति भगिनि वदतु महोदय नूरल् रूपम् अण्ड् न्यूटि रूपं कवर् लेटर् आमामाम् आर्धधातुकप्रकरणम् इति यदा आगच्छति तस्मिन् समये वयं नूल् ल्युटि इति कुर्मः आमां प्रथमं लटि एव सार्वधातुकप्रकरणमेव प्रथमं भवति अनन्तरमेव आर्धधातुक रघुपति आचार्यमहोदय पठति वा अग्रे अस्य महत्त्वं किम् इति चेत् अस्य महत्त्वं किम् इति चेत् कार्यं कुत्रचित् अस्मिन् अवलम्ब्यते यथा नत्वविषये उपसर्गात् समासेपि नोपदेशस्य अष्टाध्यायस्य चतुर्थपादे अस्ति चतुर्दशसूत्रमस्ति उपसर्गस्थात् निमित्तात् परस्य नोपदेशस्य धातोः नस्य नः स्यात् समासे असमासे अपि आधिक्येन नकारादिधातवः यथा नी नयति नं नमति नश् नश्यति एते धातवः वस्तुतः उपदेशे नकारादयः सन्ति तदा णो नः इत्यनेन लोके नकारादयः भवन्ति यत्र एते धातवः उपसर्गपूर्वाः भवन्ति अपि च उपसर्गे णत्वस्य निमित्तं वर्तते यथा परियोगनि तत्र यतोहि उपसर्गः पृथक् पदम् अस्ति अतः रसाभ्यां नो नः समानपदे इति णत्वविधायकसूत्रेण णत्वं न स्यात् किन्तु उपसर्गात् समासेऽपि नोपदेशस्य इति सूत्रेण यत्र नोपदेशधातु उपसर्गपूर्वक अस्ति अपि च उपसर्गे णत्वस्य निमित्तम् अस्ति तत्र णत्वस्य निमित्तं समानपदे नास्ति चेदपि णत्वं भवति. वदतु महोदय. अत्र एकनिमिषं नोनः इत्यस्य महत्त्वं किम् इति णत्वविषये अत्र दत्तमस्ति. सूत्रमस्ति उपसर्गात् उपसर्गात् असमासे अपि नोपदेशस्य उपसर्गस्तात् निमित्तात् परस्य नोपदेशस्य धातोः नस्य नः स्यात् समासे असमासे अपि. उपसर्गात् परस्य नोपदेशस्य धातोः नस्य नः स्यात् यदा नो नः इति सूत्रेण यः धातुः अस्ति तत्र दन्तनकारः भवति यदा उपसर्गात् निमित्तात् उपदेशस्य नस्य यदा उपसर्गात् योजयामः चेत् तदा पुनः अस्य तस्य नकारस्य परिवर्तनं भवति आधिक्येन नकारादिदातवः यथा नि नं नश् एते दातवः वस्तुतः उपदेशे नकारादयः सन्ति आधिक्येन दातवः नकार आदौ अस्ति अतः परन्तु णो नः इत्यनेन सूत्रेण नकार भूत्वा नयति नमति इति रूपं प्रदर्शयति तदा नो नः इत्यनेन लोके नकारादयः भवन्ति. ओके. यत्र एते दातवः उपसर्गपूर्वः भवन्ति अपि च उपसर्गे णत्वं निमित्तं वर्तते यथा परिमि तत्र उपसर्गपृथक् पदम् अस्ति रसाभ्यां नो न समानपदे अत्र समानपदे इति णत्वविदेकं सूत्रम् अस्ति अत्र णत्वं न भवति एतेन सूत्रेण समानपदे अत्र समानपदं नास्ति वा तत्र परिमि एकनिमिषं समानपदे रसाभ्यां नो नः समानपदे समानपदे इत्युक्ते एकपदे एव एकपदे एव अतः परिणि अत्र समासः अस्ति परिणि नि पुनः परि इति नत्वसूत्रं नत्वं न स्यात् किन्तु उपसर्ग असमासेपि नोपदेशस्य इति सूत्रेण यत्र नोपदेशधातु उपसर्गपूर्वक अस्ति अपि च उपसर्गे णत्वस्य निमित्तम् अस्ति तत्र णत्वस्य निमित्तं समानपदे नास्ति चेदपि णत्वं भवति अत्र समानपदः नास्ति किमर्थं नास्ति समानपदे उपसर्ग अपि च धातु अस्ति उपसर्गापि पदं भवति वा आम् उपसर्गम् अपि पदं धातुः यदा वयं रूपं स्वीकुर्मः तदपि परिणयति यदा वदामः तत्र परि इति उपसर्गः अपि एकं पदम् एव अवगच्छति वा अतः यदा णत्वस्य णोपदेशस्य सूत्रे आम् वदामि महोदय प्रथमं रघुपतिमहोदय पूरयतु अनन्तरम् अहं वदामि वदतु महोदय. चिन्तयामि यदा नोपदेशसूत्रेण यत् धातुः दन्तनकारं सिद्ध्यति तत् यदा वयं उपसर्गं योजनेन पदं भवति तदा तस्य पूर्वरूपम् एव भवति, नत्वं भवति, पुनः नकार एव भवति, अतः परिणय परिणि न भवति. आम् आम्, पुनः नत्वम् आगच्छति. प्रथमं नत्वम् आसीत्, नत्वं भूत्वा अनन्तरं पुनः नत्वमेव भवति. निमित्तम् अस्ति इदानीम्, अतः एव तद् मनसि भवेत्. इदानीं निमित्तम् आगच्छति, निमित्तस्य कारणेन एव पुनः नत्वं भवति. यदा निमित्तं नास्ति चेत् निमित्तं नास्ति चेत् न भवति, न भवति. नी नयति इत्येव तिष्ठति किल, तत्र किमर्थं नत्वं पुनः न भवति? इदानीम् अस्माकं कृते एकः उपसर्गः इति वयं योजयामः, तस्मिन् तत्र उपसर्गे अपि निमित्तं भवेत्. आ इति उपसर्गः अस्ति चेत् न भवति, आनयति इत्येव रूपं, तत्र नत्वं न भवति. प्र इति उपसर्गे रेपः इति निमित्तम् अस्ति, अतः नी न भवति. एतत् सूत्रेण, उपसर्गात् असमासे अपि नोपदेशस्य इति सूत्रेण, उपसर्गात् असमासे अपि नोपदेशस्य इति सूत्रं वदति, यत्र नोपदेशधातुः, नोपदेशधातुः इत्युक्ते तादृशधातुः यस्य उपदेश अवस्थायां नकारः आसीत्, तादृशधातोः नस्य नः भवति, नकारस्य णकारः भवति. यत् समासे अपि भवति, असमासे अपि भवति इति दत्तमस्ति. कदा भवति? यदा उपसर्गे निमित्तम् अस्ति चेत्. निमित्तं नास्ति चेत् न भवति. बहु नी इति उपसर्गः अस्ति, आ इति उपसर्गः अस्ति, तत्र कदापि न भवति. द्वाविंशति उपसर्गाः सन्ति, परन्तु यत्र निमित्तमस्ति, प्रापरि इति यत्र निमित्तमस्ति, तत्र वयं यदा नोपदेशधातुः योजयामः चेत् तत्र नोपदेशधातोः नत्वं भूत्वा अनन्तरं नत्वमेव भवति. यदा तत् धातुः नोपदेशधातुः नास्ति, उपदेश अवस्थायां नकारः एव आसीत् चेत् तत्रापि तद् एतत् सूत्रेण न भवति. प्रायः अन्य किमपि सूत्रम् अस्ति, तत् सूत्रं स्वीकृत्य भवति, एतत् सूत्रेण न भवति. एतत् सूत्रं नोपदेशधातोः कृते एव, तद् मनसि भवेत्. अत्र रषाभ्यां नूनः समानपदे इति सामान्यसूत्रमस्ति. यत्र समानपदे रेपात् षकारात् वा परस्य संहितायां नत्वं भवति. पूर्णं इति पदं स्वीकुर्मः, तत्र रेपात् अनन्तरमेव नकारः आसीत्, तद् अतः तत् नत्वं भूत्वा पूर्णं इति मूर्धन्यणकारः तत्र आगच्छति. तदेव एतत् तत् सूत्रस्य प्रसक्तिः अत्र नास्ति इति उक्तमस्ति. किमर्थम् इत्युक्ते प्र इति उपसर्गः अपि कृतक् पदं, प्र वा परि वा उपसर्गः किमपि स्वीकरोतु, आ इति उपसर्गः अपि कृतक् पदम् एव अस्ति. तत्र वयं धातुः योजयामः, अतः समानपदं नास्ति, खण्डनं भवति, पदस्य खण्डनम् अत्र भवति. अतः रषाभ्यां नूनः इति सूत्रे, समानपदे इति सूत्रेण नत्वं न भवति, परन्तु उपसर्गात् असमासे अपि नोपदेशस्य इति सूत्रेण नत्वं भवति इति दत्तमस्ति. स्पष्टं वा? इदानीं प्रश्नः अस्ति वा? महोदय, अहं वक्तुम् इच्छामि, भवती वदतु सम्यक् अवगमनम् अस्ति न वा इति. एकस्मिन्नेव पदे यदि नकारः यथा नी धातुः, तद् प्रथमं तस्य मूलरूपं नकारः णकारः एव आसीत्, मूर्धन्यणकारः. एकस्मिन् पदे एव भवति चेत् तस्य नकारादेशः न भवति, नि इति एव तिष्ठति, नयति इति एव तिष्ठति, न तु नयति. आम् आम् अस्तु. परन्तु पदद्वयम् अस्ति चेत् यथा परिणि परियोगः न भवेत्, परन्तु द्विपदम् अस्ति अतः रषाभ्यां नो नः समानपदे इति सूत्रेण न उपसर्गाद् असमासे अपि नोपदेशस्य इति सूत्रेण नकारस्य नकारः पुनः भवति, अतः परिणयति इति भवति. आम् तत् सत्यं. प्रथमं किं कार्यं भवति इत्युक्ते यदा उपदेशावस्थायां नी धातुः उपदेशावस्थायां प्रायः णी इति भवति इति चिन्तयामि, णी इत्यस्य तत्र नूनः इति सूत्रं प्रथमं कार्यं, यदा इत्संज्ञा अस्ति चेत् तस्य लोपः प्रथमकार्यं. द्वितीयकार्यं नूनः इति सूत्रेण नकारः आगच्छति, णी इति इदानीं तिष्ठति. अस्माकं विवक्षा अस्ति एकम् उपसर्गं योजनीयम् इति, अतः तृतीयसोपाने परियोगः नि इति वयं नयामः. इदानीं यदा परि इत्यत्र तत्र रेपः निमित्तम् अस्ति, परन्तु समानपदं नास्ति, अतः वयम् उपसर्गात् असमासे अपि नोपदेशस्य इति सूत्रं नीत्वा तत्र वयं पुनः नोपदेशे नकारः आसीत् अतः पुनः नत्वं कुर्मः. अस्तु भगिनि, धन्यवादः. अन्य रामनाथन् महोदय, इदानीं स्पष्टं वा? न मेडम्, समानपदं वै इट् इस् दट् कन्फ्यूशन् इस् देयर्. समानपदम् इत्युक्ते यस्य पदस्य खण्डनं न भवति, नयति इति पदम् अस्ति अस्ति चेत् तत्र वयं धातुः प्रत्ययः तु पृथक् कर्तुं शक्नुमः, परन्तु पदस्य किमपि खण्डनं न कर्तुं शक्नुमः. पूर्णपदं सुप्तिङन्तं पदं किल, तिङन्तं पदं नयति इत्युक्ते तिङन्तं पदं, पदसंज्ञा तिङन्तं पदम्, अतः तत्तु पूर्णपदम् अस्ति. समानपदं, समानपदे पूर्णम् इति यद् अहम् उक्तवती तत्र पकारः उकारः रेपः नकारः प्रथमं दन्त्यनकारः आसीत्, परन्तु रेपात् अनन्तरं साक्षात् अनन्तरं नकारः आसीत् इति कृत्वा तद् नकारः नकारः जातः. पूर्णं पूर्णम् इति भवति. परन्तु अत्र प्र इति यद् उपसर्गं, प्र वा परि वा इति यद् उपसर्गं योजयामः, यत्किमपि उपसर्गं भवतु तद् उपसर्गं पृथक् पदम् अस्ति, तत् एव पदसंज्ञा अस्ति. अतः यदा पृथक् पदम् इत्युक्ते समानपदं नास्ति किल, तस्य खण्डनं तु भवति एव. अतः एतत् सूत्रस्य प्रसक्तिः. भगिनि, उपसर्ग केन सूत्रेण तत्र चत्वारः वा पञ्चसूत्राणि अस्ति महोदय, अहं पृथक्तया ईमेल् द्वारा प्रेषयामि. आम् यतोहि उपसर्ग तिङन्तम् अपि नास्ति, सुबन्तम् अपि नास्ति. न तत्तु प्रादयः इति सूत्रादारभ्य पञ्च वा षट् सूत्राणि अस्ति तेषां कृते. अध्यायः तु भिन्नभिन्न अध्याये अस्ति, अतः अहम् एकम् अध्यायम् इति न वक्तुं शक्नुमः. अहम् ईमेल् द्वारा प्रेषयिष्यामि. अस्तु, धन्यवादः. अस्तु, उदाहरणं पदम् इस् नाट् जस्ट् लिमिटेड् टु सुबन्तम् अण्ड् तिङन्तम्. न न न आम् अव्ययं बहु किमपि अस्ति. भगिनि अत्र नत्वं भवति मूर्धन्यनत्वं भवति तदा रसाभ्यां नोणः इत्यत्र इति सूत्रस्य सर्वे कण्डीशन्स् पूरणीयं वा सर्वाः यदा यदा रसाभ्यां नो अत्र अत्र वा रसाभ्यां अत्र अत्र रसाभ्यां नोणः अत्र निमित्तम् अस्ति रकार शकार अपि च बाधा नास्ति एते पूरा सर्वे वयं दृष्टव्यं वा अत्रापि आम् अत्रापि आगच्छति पूर्णसूत्रं वयं न पठितवन्तः महोदय अत्र अस्य अनुवृत्तिः आगच्छति अग्रिमपरिच्छेदे प्रायः तत्र अन्यनिकषाः अपि सन्ति अन्यनियमाः अपि सन्ति तदपि पूरणीयं तद्वयं पठामः प्रिया भगिनी पठति वा उदाहरणं समासे इति यथा समासे प्रयोगः नियोगः ल्युट् प्रयोगः नयनं प्रनयनम् अन्तिमरूपं भवति अत्र प्र इति उपसर्गः भवति नि इति धातोः मूलरूपं धातोः मूलरूपं नास्ति भगिनि नि किम् आसीत् मूलरूपम् नि इति लौकिकरूपमेव किल अस्तु भगिनि मूलरूपं मूर्धन्यनकारः वा आम् लौकिक धातुरूपं नि अस्ति मूलरूपमासीत् तत्र नो नः इति सूत्रकारणेन लौकिकरूपमस्ति नि दन्त्यनकारस्य नि अस्ति तत् योगः ल्युट् कारणेन प्रयोगः नयनं भवति तत् योजयित्वा प्रणयनम् इति उपसर्गात् समासे अपि नोपदेशस्य तत् दन्त्यनकारस्य मूर्धन्यनकारः भवति अग्रिममपि भगिनी तत्र रसाभ्यां नो नः समानपदे इति सूत्रम् उपयोगं कुर्मः खलु न तदेव अहम् उक्तवती न तदेव अहम् उक्तवती किल इदानीं समानपदं नास्ति प्र इति पृथक् पदं नयनम् इति पृथक् पदं पदद्वयमस्ति अत्र अतः उपसर्गाद् असमासे अपि नोपदेशस्य इति सूत्रमेव तत्र कार्यं करोति रसाभ्यां नो नः अत्र तस्य प्रसक्तिः अत्र नास्ति स्पष्टं वा अस्तु प्रिया भगिनी अग्रिममपि पठतु भगिनि द्वाविंशति उपसर्गाः सन्ति सर्वे पृथक् पदमेव परियोगः नामः अत्र परिणामः इति अन्तिमरूपमस्ति परि उपसर्गः अस्ति नामः लौकिकरूपमस्ति मूलरूपं नामः तत्र नो नः सूत्रेण मूर्धन्यनकारस्य दन्त्यनकारः परिवर्तनं भवति लौकिकधातुः अस्ति नामः तत् उपसर्गात् उपसर्गं सहितं योजयित्वा परिणामः इति भवति. उपसर्गात् समासे अपि नोपदेशस्य कारणेन दन्त्यनकारस्य मूर्धन्यनकारः परिवर्तनं पुनः भवति. अग्रिममपि करोतु. परियोगः नियोगः नुल्. अत्र परि उपसर्गः भवति, नि लौकिक रूपम् अस्ति नि अत्रस्य, नो नः कारणेन लौकिकरूपं दन्त्यनकारः अत्र अस्ति. तत् योगः नूल्, परिनायकः इति अन्तिमरूपम्. उपसर्गात् असमासे अपि नोपदेशस्य सूत्रेण. उत्तमं, धन्यवादः भगिनि. सुमित्रा भगिनी अग्रिम करोति वा? आं भगिनि. अनन्तरम् अस्ति परियोगः नम् योगः क्तिम् इति. प्रथमं नम् इति लौकिकधातुः, यथा नु नः अस्ति दन्त्यनकारस्य प्रसक्तिः. अनन्तरम् उपसर्गः अति अस्ति इति कारणात् निमित्तं यथा उपसर्गः अस्ति, उपसर्गात् समासे अपि नोपदेशः इत्यनेन मूर्धन्यनकारस्य प्रसक्तिः भूत्वा परिणतिः इति भविष्यति. अग्रिमद्वयमपि करोतु. अस्तु भगिनि. अनन्तरं परियोगः नख् योगः त. नख् इति लौकिकधातु, नो नः इत्यनेन दन्त्यनकारः भवति. यथा उपसर्गः अति अस्ति, निमित्तं तु उपसर्गम् इति कारणात् उपसर्गात् समासे अपि नोपदेशः इत्यनेन पुनः मूर्धन्यनकारम् आगच्छति, परिणध्वम् इति. अनन्तरं परियोगः नम् योगः ञच् इति नम् इति लौकिकधातुः, नो नः इत्यनेन दन्त्यनकारस्य प्रसक्तिः. परन्तु यथा उपसर्गः अस्ति, उपसर्गात् समासे अपि नोपदेशः इत्यनेन मूर्धन्यनकारस्य प्रसक्तिः भूत्वा परिणामः इति भवितुमर्हति. धन्यवादः भगिनि. धन्यवादः रामनाथन् महोदय. अग्रिमपरिच्छेदं अत्र प्रयाणमस्ति, अत्र उपसर्गात् एव प्रयाणं प्रयाणम् इति पदं वा प्रयाणमो वा न जानामि. प्रयोगः आयानम् इति आगच्छति, तत्र आयानं कृते बहु अन्यत् किमपि सूत्रमस्ति महोदय. यदा अष्टाध्यायामपि पश्यामः एकवारम् एक 137 37 अधिक 100 तत्र अष्टमाध्यायस्य चतुर्थपादः, तत्र नत्वप्रकरणम् इति दत्तमस्ति. प्राप्तं वा? मम सकाशे नास्ति पुस्तकम् इदानीं. दशाभ्यां नोणः समानपदे इति प्रथमसूत्रमस्ति, तदेव सामान्यसूत्रमस्ति. तद् आरभ्य अग्रिमपुटे 39 सूत्रपर्यन्तं नत्वविधायकसूत्राणि, नत्वनिषेधक नत्वविधायक इति बहु किमपि सूत्राणि सन्ति, बहूनि सूत्राणि सन्ति. वयं तु प्रायः सूत्रचतुष्टयं वा किमपि एव जानीमः. तत्र एव वयं पश्यामः उपसर्गादसमासे अपि नोपदेशस्य इति 24 सूत्रमस्ति. अत्रैव आयानम् इत्यपि एकं सूत्रम् आसीत्. 14 आयानं कृते अपि एकं सूत्रमासीत्, आयानं च इति अस्ति किल, 25 आयानं च इति. यदा रामायणम् इत्यपि भवति किल, तत्र एतत् सूत्रस्य किमपि प्रसक्तिः अस्ति तत्र. पूर्णतया अहं न जानामि, परन्तु कुत्रापि अहं पठितवती एतत् सूत्रेण भवति इति. अस्तु, धन्यवादः. अस्तु, रामनाथन् महोदय पठति वा असमासे? समासे समासः सुबन्तानां भवति, न तु दिगन्तानाम्. अतः यत्र उपसर्गे नत्वस्य निमित्तम् अस्ति अपि च तेन सह दिगन्तपदस्य संयोजनं भवति तत्र समासो नास्ति. अर्थात् समासः पठतु महोदय, अग्रिममपि उदाहरणं पठित्वा वदतु. उदाहरणं प्रायोगः नदति, प्रणदति इति रूपम्. उपसर्गयोजनेन रेपः भवति, रेपात् उपसर्ग उपसर्गाद् समासे अपि नोपदेशस्य इति सूत्रेण नकारः नत्वं नत्व रूपेण मूर्धन्येन नकारः भवति, सारि मूर्धन्यनकारः भवति. समासः सुबन्तानां भवति, न तु दिगन्तानां. समासः दिगन्तानां न. अतः यत्र यत्र उपसर्गे नत्वस्य निमित्तम् अस्ति अपि च तेन सह तिगन्तपदस्य संयोजनं भवति तत्र समासो नास्ति. समासे सुबन्तपदम् एव समासः भवति, तिगन्तपदं न. उदाहरणे प्रा इति उपसर्गं योजयित्वा नत्वं भवति, प्रणदति इति लौकिकरूपम्. अग्रिममपि पठतु महोदय, नधा इति धातुः. नदाम् इति नदां धातु अनुबन्धलोप लोपानन्तरं नो नः इत्यनेन नत्वादि नत्वादिदा सारि नत्वादिदानं नद् नद् योगः शप् योगः ति नदति प्रा इति उपसर्गं योगः नदति उपसर्ग सारि उपसर्गादेश समासे अपि नोपदेशस्य इति सूत्रेण इत्यनेन असमासे अपि उपसर्गा उपसर्गस्तात् निमित्तात् नोपदेशः नत्वम् इति सूत्रेण प्रणदति इति अन्तिमरूपम्. नदाम् इति सूत्रेण चन्द्रबिम्बम् उपदेशानुनासिके इति रूपेण इत् संज्ञा भवति. नो नः इति रूपेण मूर्धन्यनकारः नद् इति रूपं भवति. नद्योगः शप् योगः ति नदति इति रूपं. प्रा इति उपसर्गं योजयित्वा उपसर्गे समासे अपि नोपदेशस्य इति सूत्रेण आसमासे अपि उपसर्गात् निमित्तात् निमित्तं भवति इदानीम् अन्तिमरूपं प्रणदति इति. अन्यानि उदाहरणानि तदपि अन्यानि उदाहरणानि प्रायोगः नमति प्रणमति इति रूपं, प्रायोगः नयति प्रणयति इति रूपं, परियोगः नमति परिणमति इति रूपं, परियोगः नयति परिणयति इत्यादीनि रूपाणि परिवर्तन्ते. तदेव तत्र. धन्यवादः महोदय. तत्र समासे अपि वयं दृष्टवन्तः, असमासे अपि वयं दृष्टवन्तः. यत् समासे वयं दृष्टवन्तः तत्र कृदन्तपदम् आसीत् आसीत् घञ् इति प्रत्ययः प्रायः तद्धितः इति चिन्तयामि, तदपि आसीत्। यत्र कृदन्तः तदिदान्तः पदं कृदन्तः तदिदान्तप्रत्ययः अस्ति, तत्र यत् पदम् उत्पन्नं तत्तु सुबन्तपदम् इति वदामः, अतः तत्र समासः इति दत्तमस्ति। असमासे तु तिङन्तानां भवति। स्पष्टं वा तत्? भगिनी पुनः एकवारं कृपया। तत्र यदा वयं समासे वयं दृष्टवन्तः ल्युट् इति वा नुवूल् इति वा क्थ इति प्रत्ययः, घञ् इति प्रत्ययः अहं तद्धितः इति चिन्तयामि, पूर्णतया अहं दृष्ट्वा वदामि तत्। तत्र तु यत् पदम् उत्पन्नं तत्तु सुबन्तं पदम् अस्ति। यदा एतत् प्रत्ययः योजयामः चेत् अनन्तरं यत् पदम् उत्पन्नं तत्तु सुबन्तपदम्। कृत् तदितसमासाश्च इति एकं सूत्रम् अस्ति। कृत् तदितसमासाश्च इति सूत्रेण प्रातिपदिकसंज्ञा भवति पदस्य, अनन्तरं यद् अन्तिमपदम् आगच्छति तत्तु सुबन्तपदम् अस्ति। अतः एव तत्र समासः भवति। असमासे इति यत् पदं दत्तमस्ति तत्तु तिङन्तपदं, प्रणदति इति तिङन्तपदम्। गञ्जिप्रत्ययम् आ प्रत्ययम् एतत् प्रत्ययम् एव भवति। पुनः भगिनि तत्र तद्धितं गञ्जिप्रत्ययम् आ प्रत्ययम् एतत् प्रत्ययम् एव महोदये, तत्र तद्धितं नास्ति। घञ् इति प्रत्ययः तद्धितः नास्ति इति वदति वा? अहं दृष्ट्वा वदामि भगिनि, किमपि प्रमाणम् इदानीं मम पार्श्वे नास्ति। यत्र शब्दं दीर्घमस्ति तत्र गञ्ज् प्रत्ययम् अस्ति आगच्छति, यत्र ह्रस्वम् अस्ति चेत् तत्र अप्रत्ययम् एव आगच्छति, तत्र तद्धितं नास्ति। किमर्थं नास्ति? अस्तु, अहं कुत्रापि दृष्ट्वा। अस्तु भगिनि, अस्तु भगिनि, किञ्चित् कुत्रापि दृष्ट्वा अहं वदामि, दोषः भवति न दृष्ट्वा वदामि चेत्। दीर्घस्थाने आगच्छति, ह्रस्वस्थाने अकारः आगच्छति, अप्रत्ययं ह्रस्वस्थाने आगच्छति, दीर्घस्थाने गञ्जि प्रत्ययम् आगच्छति। अस्तु, तावदेव भगिनि, धन्यवादः। धन्यवादः भगिनि। आम् माला भगिनी, प्रश्नः अस्ति वा? हा, असमासे किं भवति इति किञ्चित् वदति वा पुनः? आम्, असमासे इत्युक्ते समासः इत्युक्ते सुबन्तानामेव समासः भवति। यत्र समासः नास्ति तिङन्तानाम् इति भवति चेत्, तिङन्तानां यदा वयम् उपसर्गं योजयामः, प्रयोगः नियोगः ति इति प्रत्यङ् इति प्रत्ययः चेत् तत्र असमासे अपि एतत् सूत्रस्य कारणेन एव नत्वं भवति इति दत्तमस्ति। सूत्रम् इत्युक्ते उपसर्गासमासे अपि नोपदेशस्य। आम् आम्, तत्सूत्रेण तत्र समासे अपि तस्य प्रसक्तिः अस्ति, असमासे अपि तस्य प्रसक्तिः अस्ति। अस्तु अस्तु, इदानीम् अवगतम्। विजया भगिनी भवती एव पठति वा? वस्तुतः इति आरभ्य। वस्तुतः एते धातवः उपदेश अवस्थायां नौ नीञ् नश् नह नह् एवम् एव पञ्चत्रिंशत् नकारादि धातवः सन्ति। केवलम् अष्टौ धातवः उपदेशे नकारादयः सन्ति, नद् नाद् नात् नाद् नन्द् नक् नृ दीर्घ नृ नृत्। अतः प्रणदति प्र नर्दितुं प्रणर्दकः अत्र उपसर्गे नत्वस्य निमित्तम् अस्ति परन्तु नत्वं न भवति उपदेश अवस्थायां नौ नीञ् नश् नः इति नकारादि धातवः पञ्चत्रिंशत् सन्ति परन्तु अष्टौ धातवः एव उपदेशे नकारादेः तत्र उपयोगं कुर्मः नर्द् नाद् नात् नाद् नन्द् नक् नृ नृत् एतत् नकारादेव सन्ति अतः प्रणनर्त नर्दति इति लटीरूपं प्रनर्दितुम् इति सुमूलान्तरूपं प्रनर्दकः इति मुल्लरूपं तत्र उपसर्गनत्वस्य निमित्तम् अस्ति परन्तु नत्वं न भवति तत्र किमर्थं न भवति किमर्थं न भवति चेत् तत्र पूर्वमेव वयं दृष्टवन्तः रसाभ्यां नो नः इति एकं सूत्रम् अहम् एव पृच्छति भवती उक्तवती खलु रसाभ्यां नो नः इति समानपदे इति सूत्रेण तत्र न आगच्छति उपसर्गादसमासे अपि उपसर्गादसमासे अपि नोपदेशस्य सप्तके अपि नोपदेशस्य अपि सूत्रं तत्र आगच्छति अतः परन्तु नत्वं न भवति इति वयं जानीमः तदेव भगिनि किमर्थं न भवति इति वदतु किमर्थं न भवति समानपदं रेपात् अनन्तरं न आगच्छति इति तत्तु रसाभ्यां नो नः इति रसाभ्यां नो नः समानपदे इति सूत्रम् अत्र न कार्यं न करोति सम्यक् उत्तमं परन्तु उपसर्गादसमासे अपि नोपदेशस्य इति सूत्रस्य प्रसक्तिः अत्र किमर्थं नास्ति उपसर्गपूर्वकः अस्ति अपि उपसर्गनत्वस्य निमित्तमेव अस्ति तत्र नत्वस्य निमित्तं समानपदे नास्ति इति नत्वं न भवति मूलदन्ते एव तदेव मूलधातुः नोपदेशः नकारः एव अस्ति किल नर्द् नाद् नात् तत्र मूलरूपे नकारः दन्त्यनकारः एव अस्ति अतः एतत् सूत्रस्य प्रसक्तिः तत्र नास्ति नास्ति अवगतं वा भगिनि तत्र रसाभ्यां नो नः समानपदे इति भिन्नसूत्रम् उपसर्गादसमासे अपि नोपदेशस्य इति भिन्नसूत्रम् उपसर्गे यत्र नोपदेशधातुः वयं स्वीकुर्मः चेत् नत्वं भवति परन्तु अत्र उपदेशे एव नकारः एव अस्ति नकारः मूर्धन्यनकारः नास्ति अतः एतत् सूत्रम् उपसर्गादसमासे अपि नोपदेशस्य इति सूत्रस्य कार्यम् अत्र नास्ति अतः नत्वं न भवति अवगतं वा अस्तु अवगतं भगिनि उत्तमम् अग्रिममपि अग्रिममपि पठतु भगिनि देयं यत् देयं यत् उपसर्गात् असमासे अपि नोपदेशस्य अष्टम अध्याये चतुर्पादे चतुर्दशपादे सूत्रे इत्यस्य अनुवृत्तिसहितसूत्रम् अस्ति उपसर्गात् असमासे अपि नोपदेशस्य रसाभ्यां नः नः नः अटुकु क्वाङ् नुम् अव्यवाये अपि संहितायाम् इति सूत्रम् उपयोगं कुर्मः तत्र अनुवृत्तिसहितसूत्रमस्ति एतत् उपसर्गात् असमासे अपि नोपदेशस्य रसाभ्यां नः तत् अग्रिम पङ्क्तिमपि पठतु तस्य विवरणमेव तत्र दत्तमस्ति अट्कुप्पाङ्गम् भगिनि अव्यवाये न व्यवाये अपि अकुप्वां नुं व्यवाये अपि व्यवाये अपि आमां व्यवाये अपि आं वदतु भगिनि पठतु भगिनि क्षम्यता अकुप्वां अकुप्वां नुं व्ययवाये अपि इति अनेन एतान् सर्वा एतान् वर्णान् वर्जयित्वा निमित्तस्य उद्देशस्य च मध्ये अन्यः कोऽपि वर्णः भवति चेत् स च वर्णः नत्वं प्रति व्यवधानं यथा प्र उपसर्गयोगः नी धातु योगः नदति इति सिङ् प्रत्ययं प्रणीनदति तत्र दन्त्यनकारस्य स्थाने मूर्धन्यनकारः आगच्छति प्रणीनदति इति अत्र प्र उपसर्गे स्थितस्य रेपस्य प्रभावेन नि उपसर्गस्थितस्य नकारस्य नत्वं भवति परन्तु स च नि उपसर्गस्थितः नकारः नदति पदस्य नकारं प्रति नत्वव्यवधानं यतोहि मध्ये स्थितः नकारः अट्टु वाङ्नुम् अट् पावर्गः पावर्गः आङ् नुम् इत्येषु नास्ति तत्र विवरणं कृतवन्तः प्रणी नदति इति पदे नी उपसर्गे स्थितस्य नकारस्य नत्वं भवति अष्टाध्याये चतुर्थपादे सप्तदश इति सूत्रेण तस्य च व्याख्या अत्र न आवश्यकी अवगतं वा भगिनि पठितुं समयमेव तत्र सम्यक् अवगच्छामि वदति वा एकवारं तत्र एकनिमिषं महोदय भगिनी प्रथमं पूरयतु अनन्तरं वयम् अहं वदामि आं वदतु भगिनि देयं चेत् उपसर्ग उपसर्गात् असमासे असमासे अपि लोपदेशस्य इत्यस्य अनुवृत्तिसहितसूत्रम् अस्ति तत्र उपसर्गात् असमासे अपि नोपदेशस्य रसाभ्यां नः तत्र अट्वर्गः सावर्गः पावर्गः अनन्तरम् आङ् नुम् इति सर्वं तत्र अस्ति तत् स्थाने नकारः प्रयोगः नास्ति दन्त्यनकारः प्रयोगं नास्ति मूर्धन्यनकारस्य उपयोगम् एव तत्र कुर्मः इत्यनेन एतान् वर्णान् वर्धयित्वा निमित्तस्य उद्देश्य च मध्ये अन्यः कोऽपि वर्णः भवति चेत् स च वर्णः नत्वं प्रति व्यवधानं तत्र उपयोगं कुर्मः इति वयं जानीमः प्र उपसर्ग योगः नि लटीरूपम् आगच्छति प्रणीनदति इति तत्र रसाभ्यं नो नः इति सूत्रेण तत्सूत्रं नास्ति भगिनि तत्सूत्रं नास्ति एतत् एतत् उपदेशे उपसर्ग तदपि नास्ति तदपि नास्ति क्षम्यतां तदपि नास्ति अत्र यत् यदानीं यद् उक्तवती तत् सम्यक् एव अट्कुप्वाङ्नुं व्यवायेपि तत्पर्यन्तं सम्यक् एव प्रणदति इति रूपं कथम् आगच्छति इति अहं वदामि तद् अभिन्नसूत्रेण आगच्छति तदेव तद्विषये एव तत्र अग्रे अपि दत्तमस्ति उत्तमं धन्यवादः यत् मध्ये आम् आं वदतु महोदय व्यवाय इत्युक्ते व्यवधानं वा बाधा व्यवधानम् इत्युक्ते बाधा बाधा अट्पत्यारस्य मध्ये अस्ति चेत् व्यवधानं नास्ति इति दत्तमस्ति अत्र समासे अपि एकं प्रणि ल्युट् अस्ति प्रणयनम् अस्ति अत्र प्रणयनं भवति सेकेण्ड् नकारस्य किमर्थं न न भवति एकवारम् एव पदे प्रणयनम् इत्यत्र प्र इति उपसर्गमस्ति तत् कारणेन नकारस्य नकारः भवति अस्तु नयनम् इति एकं पदम् अस्ति तत्र निमित्तं नास्ति किल रेपः वा शकारः वा नास्ति किल अतः तद् न भवति एकरेपस्य एक एव फलं द्विवारं न भवति धन्यवादः अस्तु तत्र किं दत्तम् अस्ति यदा भगिनी उक्तवती तत्र उपसर्गात् असमासे अपि नोपदेशस्य रसाभ्यां न नः नः अट्कुप् वाङ्नुं व्यवाये अपि संहितायाम् इति पूर्ण अनुवृत्तिः अस्ति तत्र अट् इति प्रत्याहारे वा कवर्गः पवर्गः नुम् इति अनुस्वारः आङ् इति उपसर्गः मध्ये अस्ति चेदपि रेपशकारयोः निमित्तम् अस्ति चेत् नकारस्य नकारः भवति उपसर्गादसमासे अपि इति नोपदेशस्य इति सूत्रं तु वयं दृष्टवन्तः तस्य पूर्ण अनुवृत्तिः एतादृशम् अस्ति परन्तु तत्र यत् दत्तम् उदाहरणं दत्तमस्ति प्रयुगः नियोगः नदति प्रणी नदति इति रूपं भवति तत्र प्र इति उपसर्गमस्ति उपसर्गमस्ति नी इत्यपि उपसर्गमस्ति तत्र तु भिन्नसूत्रम् एतद् उपसर्गादसमासे अपि णोपदेशस्य तत्सूत्रमपि तत्र कार्यं न करोति रसाभ्यां नो नः समानपदे तत्तु कार्यमेव न करोति किमर्थम् इत्युक्ते प्र इति एकं पदमस्ति नी इति एकं पदमस्ति नदति इति भिन्न तिङन्तपदम् अस्ति तत्र पदत्रयम् अस्ति अतः तत्तु अत्र कार्यमेव न करोति समानरीत्या अट्कुप् वाङ्नुं व्यवाये अपि अत्र कार्यं न करोति उपसर्गादसमासे अपि नोपदेशस्य इति सूत्रमपि अत्र कार्यं न करोति भिन्नसूत्रम् अत्र एकं दीर्घं सूत्रम् अस्ति तत् सूत्रम् अत्र आगत्य नकार नी इति उपसर्गस्य नकारस्य नत्वं तत् करोति अत्र इति दत्तमस्ति सूत्रं तु वयं पुस्तके द्रष्टुं शक्नुमः 8417 इति आम् एकं दीर्घं सूत्रं तत्र नद् इति धातुः यदा आगच्छति यदा वयं पश्यामः तत्र केचन परिगणितधातोः सन्ति तत्र यदा नद् इति धातुः आगच्छति तत् पूर्वं यदि नी इति उपसर्गम् अस्ति चेत् अनन्तरं निमित्तमपि अस्ति चेत् तद् कथं नत्वं भवति इति एतत् सूत्रं वदति स्पष्टं वा तत्र भगिनी सूत्रमस्ति नेर् गद नद पद तत्र नद इति तत्र नद इति अस्ति किल तदेव अस्माकं धातुः नदति इति धातुः नद् इति धातोः कारणेन एव तत्र पूर्वं यद् स्थितस्य ई इति उपसर्गस्य प्र इति कारणेन नत्वं भवति इति बहु किमपि स्टेप्स् अस्ति तत्र इदानीं तद् मास्तु परन्तु वयं यत् सूत्रं पठितवन्तः तत् सूत्रस्य प्रसक्तिः अत्र नास्ति इति एव अवगन्तव्यम् तत्र सूत्रं लिखितं भगिनी सूत्रसङ्ख्या अस्ति अत्र सूत्रसङ्ख्या अस्ति अस्ति वयं पुस्तके द्रष्टुं शक्नुमः बहु दीर्घसूत्रम् इति कृत्वा महोदय अत्र न स्थापितवान् आम् रामनाथन् महोदय मूलधातुरूपेण मूर्धन्यनकारः भवति चेदेव नकारं भवति देन् ओन्ली दिस् उपसर्गसमासे अपि नो पदाशेष विल् अप्लै आम् आं तस्य प्रसक्तिः नोपदेशधातुः भवेत् नोपदेशधातुः अस्ति चेदेव तस्य एतत् सूत्रस्य प्रसक्तिः दट् इस् वै सर्वे पठितवन्तः इति भाति भगिनि अत्र प्र एक पदमस्ति नि अपि पदमस्ति समासः नास्ति असमासः प्रणि भवितुम् अत्र समा समासः अस्ति नास्ति असमासे एव असमासे एव नगति इति आम् तिङन्तरूपं किल असमासे ओके प्राणि प्राणि असमासे अपि भवितुम् अर्हति इति सूत्र उपसर्गात् तस्य प्रसक्तिः नास्ति वा सूत्रस्य प्रसक्तिः एव अत्र नास्ति प्र इति भिन्नपदं नि इति भिन्नपदं नदति इति भिन्नपदम् अस्ति चेदपि एतत् सूत्रस्य कारणेन नकारः न भवति भिन्नसूत्रम् अस्ति नद् इति धातोः कृते एकं सूत्रमस्ति तत् सूत्रेण भवति सूत्रं भिन्नम् अस्ति एतत् सूत्रे नद् एव उपयोगं कुर्मः खलु भगिनि नद् एव तत्र उपयोगं कुर्मः नद् इति मूलरूपं मूर्धन्यनकारम् एव न नद् इति धातोः मूलरूपम् अहं दृष्ट्वा वदामि महोदय प्रायः नास्ति इति चिन्तयामि दृष्ट्वा वदामि नद् इति धातोः मूर्धन्यनकारः अस्ति मूर्धन्यनकारः नधा इति धातुः किमर्थं नास्ति भगिनि तदेव तत्र एकं सूत्रं नद् धातोः विषये एव अस्ति इति कृत्वा एतत् सूत्रस्य प्रसक्तिः तत्र नास्ति ओके ओके नदति अत्र यदा तत् सूत्रं नास्ति चेत् वयम् एतत् सूत्रस्य कारणेन वयं कर्तुं शक्नुमः अस्तु आम् अमित्रा महोदय भवान् एव तत्र अन्तिमपरिच्छेदं पठतु कुत्रतः भगिनि तत्र अग्रिम उदाहरणं नदी नदी इति दातु अग्रिम उदाहरणं नदी इति धातोः प्रथमम् उपदेशे अज् अनुनासिक इत्यनेन इकारस्य इत्संज्ञा तस्य लोपः इत्यनेन लोपश्च नदीं तस्मात् अणद् अनन्तरम् अणो नः इत्यनेन णद् इत्यस्मात् नद् इति रूपम् अधुना नुमागमः अधः दृश्यताम् नद् इत्यस्मात् नन्द् इति लौकिकधातुः तर्हि नदी इति औपदेशिक अवस्थायां धातुः अस्ति तत्र प्रथमम् उपदेशे अजानुनासिक सूत्रेण दकारोत्तरवर्ती इङ्कारस्य चन्द्रबिन्दुः अस्ति तत्र तस्य लोपः भवति इत्संज्ञा भवति लोपः भवति अनन्तरम् अणो नः इति सूत्रेण णकारस्य नकारः भवति नद् इति रूपं निष्पद्यते तदनन्तरं नुमागमः भवति नद् रूपस्य नन्द् इति लौकिकधातुः भवति पठतु महोदय नुमागमः इति सूत्रं तृतीयबिन्दुः नुमागमः इदितो नुम् धातोः 7158 इदितः धातोः नुम् आगमो भवति इदित् इत्युक्ते इत् इत् यस्य सः तत्र प्रथमः इत् नाम ह्रस्व इकारः द्वितीयः इत् नाम इत्संज्ञा ह्रस्व इकारस्य इत्संज्ञा यस्य सः धातुः इदित् इत् इत् यस्य स इदित् बहुव्रीहिः तस्य इदितः इदितः षष्ट्यन्तं नुम् प्रथमान्तं धातोः षष्ट्यन्तं त्रिपदम् इदं सूत्रम् सूत्रं स्वयं सम्पूर्णम् इदितः धातोः नुम् तर्हि यः धातुः इदित् अस्ति तस्य नुमागमः भवति इति इदं सूत्रं सूचयति बहवः इदितः धातवः सन्ति यत्र कुत्रापि धातौ ह्रस्व इकारस्य इत्संज्ञा भवति तस्मिन् धातौ नुम् आगमः भवति एव सः धातुः इदित् अस्ति अतः नुमागमः वदतु महोदय यस्य धातोः इत् इत् अस्ति इत्युक्ते ह्रस्व इकारः इत् इत् अस्ति तस्मिन् धातोः नुम् इति आगमः भवति इत्यस्मिन् सूत्रे अत्र यदा वयं दृष्टवन्तः नदी इति धातुः तत्र इत् अस्ति वा पूर्वं पूर्वस्मिन् परिच्छेदे यदस्ति तत्र नदी इति धातुः तत्र इत् इत् इति अस्ति वा नास्ति महोदय किमर्थं नास्ति इ एव आसीत् अजनुनासिक इत्येव किल आम् अस्ति इकारस्य इत् तदेव तद् अनुनासिकः इकारः वा किमपि तत्र तादृशं किमपि न दत्तमस्ति किल तत्र अतः वयं अतः इकारस्य इत् भवति अतः एतत् सूत्रस्य प्रसक्तिः अत्र अस्ति वा अस्ति नुमागमः तथैव नद् इति इत्यस्मात् नन्द् इति भवति धातुः इति अस्ति चेत् नुमागमः आम् अत्र भवती उक्तवती नदी अत्र ईकारस्य इत् अस्ति इति अत्र इत् इत् अस्ति इत् तपरसत्काल भवतीम् अर्हति वा आमां तपरम् एव तपरः एव आगच्छति दीर्घ ईकारस्य न भवति वा इन्द न भवति न भवति महा न भवति तपरः एव आगच्छति तद् अग्रिमसूत्रं तदेव अस्ति अत्र यदा नुम् इति आगमः इति दत्तमस्ति नुम् इति आगमे किं भवति इत्येव अग्रिमपरिच्छेदमस्ति समयः अस्ति अत्र एतद् मनसि भवेत् एतत्तु बहु मुख्यसूत्रमस्ति बहुत्र आगच्छति एतत् एतस्य प्रसक्तिः बहुत्र अस्ति इदितो नुम् धातुः इति तत्र नुम् इति आगमः भवति आगमः इत्युक्ते किम् इति वयं दृष्टवन्तः मित्रवत् आगमः इति तत्र आगमः त्रिविधम् अस्ति मित् इति एकम् आगमः अनन्तरं तित् इति एकम् आगमः एकः आगमः कित् इति एकः आगमः अस्तु मित् इति आगमविषये एव वयं प्रथमं पश्यामः मित् इति किमर्थम् इति वदामि नुम् इति एतद् आगमः अस्ति तत्र मकारः यत् अन्तिममकारः अस्ति तस्य हलन्त्यम् इति सूत्रेण तस्य इत्संज्ञा भवति अतः एव तस्य नाम मित् इति अस्ति मित् इति आगमः प्रथमं वयं द्रक्ष्यामः कुत्र आगच्छति नुम् इति आगमः इति वयं पठितवन्तः कथं जानीमः नुम् इति आगमः कुत्र भवति? यदा वयम् एतद् धातुः वयं दृष्टवन्तः, नधी इति धातुः नन्द् इति रूपम् आगच्छति, तत्र तु नकारः मध्ये, नुम् आगमः मध्ये, कथं जानीमः कुत्र आगच्छति इति? प्रथमं मित् आगमः विषये पठामः, अनन्तरं तित् कित् आगमः विषये यदा समयः अस्ति चेत् अद्य अतः अथवा अग्रिमसप्ताहे पठामः. अस्तु राजेन्द्रमहोदय. चन्द्रबिम्बम् अस्ति न उपदेशनिनासिक इत् चन्द्रबिम्बमेव इत् भवति, इकारम् आल्सो भवति वा? इत् भवति आमां, स्वरेण सह एव महोदय सर्वदा. ओहो, इकारस्य उपरि चन्द्रबिन्दु. स्वरस्य उपरि, इट् इस् जस्ट् अ फीचर् आफ् दि वोवेल्, इट् इस् नाट् सूचयति तत्र एकं स्वरम् अस्ति इति सूचयति चन्द्रबिन्दु, तावदेव. पुनः इदितोः इति केन् यू एक्स्प्लेन् अगेन्? इदित् इत्युक्ते तत्र इत् इत् इत्युक्ते इदित् इत् प्रथम इत् किम् इति वदामि, यत्र धातोः इकारस्य इत् संज्ञा भवति तदेव इदित्. इकारस्य इत् यदा वयं नधे इति नधी इति धातुः पूर्वस्मिन् पुटे अस्ति परिच्छेदे, तद् वयं दृष्ट पश्यामः चेत् तत्र इकारोत्तरवर्ति अनुनासिकचिह्नम् अस्ति किल, तस्य इत् संज्ञा भवति. इकारस्य इत् इदित् इदित् इकारस्य इत् इदित् तावदेव तत्र. आम् विजया भगिनी, भवत्याः प्रश्नः अस्ति किल? एतत् नुमागमः एतत् पृथक् अस्ति खलु, अट् रूप वाङ् एतत् न न तद् भिन्नं, न तद् भिन्नम्, एतद् भिन्नं, नुमागमः भिन्नं, नत्वम् इति विषयः समाप्तं, नत्वम् इति विषयः समाप्तं, नुमागमः इति भिन्नविषयः भगिनि. अग्रिमपरिच्छेदे प्रायः अस्ति इति चिन्तयामि, भवानेव पठतु महोदय. महोदय एकः प्रश्नः अस्ति, अत्र लिखितमस्ति इदितो नुम् धातोः, इदितः धातोः नुम् आगमो भवति, तदवगच्छामि. इदित् इत्युक्ते इट् इट् यस्य सः, तद् भवती उक्तवती. अत्र अनन्तरं तत्र प्रथमः इत् नाम ह्रस्वः इकारः, द्वितीयः इत् नाम इत् संज्ञा इत्युक्ते किञ्चित् वदति वा? अस्तु, तत्र यदा इत् इति इकारः, इकारस्य इत् संज्ञा इति अहम् उक्तवती इदानीम्. इकारः इत्युक्ते वयं पूर्वमेव पठितवन्तः अष्टादश इकाराणामपि ग्रहणम् इति वयं पठितवन्तः, परन्तु अत्र प्रथमः इत्युक्ते, प्रथमः इत्युक्ते यदा तकारः अस्ति चेत् स्वरवर्णस्य अग्रे तकारः अस्ति चेत् तत्र इका तद् वर्णस्य एव ग्रहणम् इत्युक्ते यदा इत् इति अस्ति चेत् इकारस्य एव, ह्रस्व इकारस्य एव ग्रहणं, दीर्घ इकारः वा प्लुत इकारः वा उदात्त अनुदात्त सर्वं नास्ति, केवलम् इकारः इत्येव तकारः सूचयति. तकारः वदति इत् इत्युक्ते केवलम् इकारः एव, तत् तस्मिन् विषये सूत्रमस्ति, तद् अग्रिमसप्ताहे प्रायः वयं पश्यामः. तपरकरणं, तपरः इति वदामः, तकारः परे अस्ति, तकारः परे अस्ति. क्षम्यतां भगिनि, इत् इत्युक्ते केवलं ह्रस्व स्वीकरणीयं दीर्घप्लुत, परन्तु नासिक अनुनासिक उदात्त अनुदात्त स्वरित षष्ठ भेदः अस्ति. आम्, तत्र एकः प्रथमभेदः एव स्वीकरणीयं, नास्ति ओन्ली सिक्स्, Nasik anunasik will also be there. And udat anudat swarit also will be there. That is also in Prathama, prathama bedaha eva. Prathama vayam kolam madhye kim api asitila tadeva. Bhagini, atra केवलम् अनुनासिक स्वर अस्ति चेत् एव इत् भवति न किमर्थम् अनुनासिक न भवति धात्वङ्गे अहं वयं दृष्टवन्तः उपदेशे अनुनासिक इत् इति अनुनासिकः इत्येव भवति अननुनासिकः न भवति अनुनासिकः न भवति कदापि न भवति न भवति एतत् सूत्रस्य प्रसक्तिः एव तत्र न आगच्छति उपदेशे अजनुनासिक इति सूत्रस्य प्रसक्तिः नास्ति अनन्तरं तत्तु इत् न भवति इति कारणेन तत्र एतद् इदितो नुम् धातोः इति सूत्रस्य प्रसक्तिः अपि न आगच्छति कुत्रापि इकारस्य अननुनासिक इकारस्य अननुनासिकः न अस्ति अननुनासिक इकारः धातोः अस्ति परन्तु तत्र तु उपदेशे अनुनासिक इति तस्य प्रसक्तिः न भवति यदा तत्र प्रसक्तिः न यदा इत् न भवति यदा इत् न भवति इदितोनुं धातोः अपि न भवति अहं पृष्टवान् इकारस्य केवलम् अनुनासिक इकारस्य केपि अन्य सूत्रैः इत् भवति वा न एतद् इत् संज्ञा प्रकरणे यावत् सूत्राणि सन्ति तस्य एव इत् संज्ञा विधायकसूत्राणि तावदेव अन्यत्र कुत्रापि नास्ति इत् संज्ञा अन्यसूत्रेण न भवति तर्हि धातोः अन्ते इकारः ह्रस्व इकारः अस्ति चेत् तत्र नुमागमः आगच्छति इति दत्तमस्ति वा आम् आम् तत्र नुम् आगमः भवति यदा नुम् आगमः इत्यत्र मकारस्य हलन्त्यम् इति सूत्रेण इत् भवति अतः तस्य नाम अस्ति मित् मित् एव प्रदर्शयति कुत्र नकारः आगच्छति इति अस्तु तत् सूत्रं वयं प्रायः अग्रिमसप्ताहे पठामः अस्तु धन्यवादः धन्यवादः धन्यवादः अद्य अत्र समापयामः धन्यवादः शुभरात्रिः धन्यवादः धन्यवादः शुभदिनं